नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तुदादिगणे इतोपि विशेषधातवः इति. तत्र मुचादि अन्तर्गणः इति गणः अस्ति इति अस्माभिः ज्ञातमेव गतवर्गे. तत्रैव अभ्यासः प्रवर्तमानः आसीत्. केचन जनाः तत्र वाक्यानि उक्तवन्तः. इतोपि विनयकुमार, क्षम्यता. इतोपि अभ्यासः आवश्यकः चेत् इदानीं वयं कर्तुं शक्नुमः. अन्ये वक्तुमिच्छन्ति चेत् वक्तुं शक्नुवन्ति. मुचादि अन्तर्गणे ये दातवः सन्ति तान् स्वीकृत्य वाक्यानि लुप्रभु छेदने तुदादिगणे उभयपदे सकर्मक आनीत् अस्ति. अयान् चक्रवतात् बहवः वृक्षाः अलुम्पन् लङ्लकात् लुम्प् धातुः वा लुम्प् धातु. अर्थः कः? अयान् चक्रवता इति अयान् हरिकेन् कारणात् बहवः वृक्षाः छेदे न न लुम्प् धातोः अर्थः छेदने छेदने अस्तु अस्तु न श्रुतं वदतु. क्षम्यता. अयान् चक्रवतात् बहवः वृक्षाः अलम्पत् अयान् चक्रवतान् तेन वृक्षाः लुप्यन्ते कर्मणि प्रयोग. अयान् चक्रवता बलः वृक्षान् अलोप्यन् सम्यक् अस्ति वा भगिनि? अलुप्यन् इति रूपं किम् अस्ति तत्र कस्मिन् लकारे? लकारे बहुवचनम् अलुम्पन् अस्तु. लिप् धातुः उपदेहे तुदादिगणेय उभयपदे सकर्मक सेट् अस्ति. विवाहसमये नव धातुः क्षम्यतां भगिनि, पुनः धातुः कः? लिप् धातु भगिनि. उपदेहे उपदेहे अस्तु अस्तु. विवाहसमये नववधू तैलेन लिम्पति. विवाहसमये किं? नववधू ब्रैड् नववधू तैलेन लिम्पति. तैलेन अस्तु अस्तु अस्तु आगतं. विवाहसमये मात्रा नववधूः लिम्पति कर्मणि प्रयोगे. कर्मणि प्रयोगे विवाहसमये पुनः वदतु. मात्रा नववधूः लिम्प्यते. नववधूः इति विवाहसमये माता दासेन नववधू लिम्प्यति लिम्पयति. इति कर्मणि प्रयोगे तत्र मकारः श्रुतः खलु. रूपं किमस्ति? लिम्प्य लिम्पते लिम्प्यते. लिम्प् इति मकारः कुतः? ओ लिप्यते. ओ धन्यवादः. क्षम्यता. एवमेव अत्र पूर्वस्मिन् धातौ अपि लुप् इति अत्र लुम्प्यते इति उक्तं खलु. अलोप्यन् लुप्यते इति अथवा लुप्यन्ते इति भवति. लुप्यते लुप्यन्ते अत्र लुप्यन्ते. नमस्ते भगिनि, अहं मीना अस्मि अत्र. नमस्कारः भगिनि. ओके भगिनि, सम्यक् समीचीनम्. अत्र निजन्तवाक्यं न उक्तं खलु. पुनः वदामि, विवाहसमये माता दासेन नववधूं लिप्यति. दासेन नववधूः नववधू लिप्यति. लिप्यते वा लिप्यति कर्मणि प्रयोगे खलु? कर्मणि प्रयोगे वा? कर्मणि प्रयोगे विवाहसमये माता नववधूः लिप्यते. अत्र काजेटिव् अस्ति, विवाहसमये माता दासेन नववधूः लिप्यति. अस्तु, समीचीनम् समीचीनम्. निजन्तवाक्यमस्ति वा? विवाहसमये माता दासेन नववधूं लिप्यति. न, परन्तु लिप्यति तत्र तु लट् रूपं खलु, निजन्तवाक्यमस्ति वा इति पृष्टम्. लिम्पति इति लट् लकारः भगिनि, लिम्पति लिम्पन्ति इत्येव भवति खलु. कर्म लटि तु लिम्पति लिम्पन्ति इति भवति. कर्मणि प्रयोगे लिप्यते इति, कर्मणि प्रयोगे लिप्यते. किं कर्मणि प्रयोगे लेपयति इति, इदानीं निजन्तप्रयोगः अत्र लेपयति. वदतु, दातु एव कृतं. कृतयदातु न कृतवती. नास्ति, यद् यद् कृतं तत् स्वीकृत्य निजन्तवाक्यं वक्तुमिच्छति चेत् वक्तुं शक्नोति. किं दातु भगिनि? लिप् दातु एव, लिप् दातुः वा, नो चेत् लुप् यत्किमपि स्वीकृत्य, नो चेत् समयः आवश्यकः चेत् अनन्तरं वदतु. या, धन्यवादः. अस्तु अस्तु, इदानीम् अन्य कोऽपि वक्तुम् इच्छन्ति चेत् वक्तुं. हा भगिनि, श्रीकुमार् अस्मि. किन्तु धातुः परितापने सदादिगणे परस्मैपदी सकर्मकः. खिद् सेम् उचादीनाम् इति सूत्रेण आगमः आगच्छति. खिन्द् खिन्द् भवति, खिन्द् योगः खिन्दा भवति. अङ्गमस्ति खिन्दा. लट्लकारे लट्लकारे क्षम्यतां, लता उत्तीर्णा न भवति चेत् खिन्दति. सम्यक् भगिनि? लता लता खिन्दति खिन्दति. लोटि माता वदति प्रयत्नं कुरु. लो अङ्गमस्ति खिन्द, प्रयत्नं कुरु, किं फलितं किमपि न खिन्दतु. विदिलिङ्ग् कष्टकालं गच्छन्नपि न खिन्देत्. निजन् विदिलिङ्ग् लकार खिन्देत्. लङ् कर्मणि दुष्टबालकेन बालिका खिद्यते. निच्छि धातु अस्ति खिद्, निजन्तरूपं खेदि भवति. आञ्जनेयः रावणं खेदयति. आञ्जनेयः रावणं खेदयति. इदानीं खिद् धातुः सकर्मकः वा अकर्मकः वा? खिद् धातुः तदारिगणे सकर्मकः अस्ति. सकर्मकः अस्ति चेत् तर्हि तत्र आञ्जनेयः रावणम् इति तत्र द्वितीयविभक्तिः कथम्? मूलवाक्यं किम् अस्ति? रावणं राञ्जनेयः रावणं खिद्यति न न मूलवाक्यम् अनिजन्ते वाक्यं किं भवति खिन्दति अत्र अत्र अत्र अस्मिन् अर्थे रावणः खिन्दति इत्यस्मिन् अर्थे सकर्मकप्रयोगः अस्ति वा अकर्मकप्रयोगः अस्ति वा रावणः अकर्मक अस्ति हा रावणः दुःखितः अभवत् इति तादृश अर्थः अस्ति चेत् दुःखितः अभवत् रावणः इत्यस्मिन् अर्थे तु अकर्मकप्रयोगः अस्ति खलु खिन्दति इत्यत्र अकर्मकप्रयोगः अस्ति अतः आञ्जनेयः रावणं खेदयति इति वाक्यं समीचीनम् अस्तु समीचीनम् धन्यवादः भगिनि अहं वदामि किं सिच् धातु सिच् क्षरणे सिञ्चने इत्यस्मिन् अर्थे बालकः उद्याने लतां सिञ्चति कर्तृप्रयोगे कर्मणि प्रयोगे उद्याने बालकेन लता सिच्यते निजन्तरूपं माता बालकेन लतां सेचयति माता बालकेन लतां सेचयति सम्यक् पिश् अवयवे इति धातुः अकर्मकः धातुः किन्तु सकर्मकार्थे वाक्यप्रयोगः कृतवती पाचकः व्यञ्जनानि पिंशति विभागीकरणे इत्यस्मिन् अर्थे पाचकः व्यञ्जनानि पिंशति कर्मणि प्रयोगे पाचकेन व्यञ्जनानि पिष्यन्ते बहुवचनमस्ति अतः पिष्यन्ते निजन्तरूपं स्वामी पाचकेन व्यञ्जनानि पेषयति बहु समीचीनं सम्यक् लिप् उपदेहे इति सकर्मकः धातुः लेपने इत्यस्मिन् अर्थे वैद्यः बालकाय औषधिं लिम्पति वैद्येन बालकाय औषधि लिप्यते पिता औषधि इति किं किम् औषधि इति उक्तं नपुंसकलिङ्गे अस्ति वा औषधि न स्त्रीलिङ्गे अस्ति औषधि इति प्रथमविभक्ति औषधि इति औषधि इति स्त्रीलिङ्गे अस्ति वा औषधि अस्तु अस्तु लिप्यते पिता वैद्येन बालकाय औषधीं लेपयति पिता बालकाय वैद्येन औषधीं लेपयति औषधीं लेपयति अस्तु सम्यक् तावदेव धन्यवादः सम्यक् अन्य कोऽपि वक्तुमिच्छति वा भगिनी अहं केवल विद् धातु उक्तवान् परन्तु प्रेरणात्मक न उक्तवान् तथा प्रेरणात्मक अस्ति विन्दयति परन्तु वाक्य अस्ति संस्कृतभारती रूपं किमस्ति लटि न रूपम् अस्ति न लट्लकार अतः लट्लकार प्रेरणार्थे इदानीं रूपम् उक्तवान् खलु विन्दति इति विन्दयति इति विन्दयति णिच् अस्ति विन्दति णिच् अस्ति अथ विन्दूपं तत्र नुमागमः अस्ति वा नास्ति वा नुमागम् अस्ति अत्र अनुमागम अत्र यत्र अन्यमुचादीनां धातवा अन्त्रे अस्ति तर्हि नुमागम भवति परन्तु प्रथम अस्ति नुमागमः शेपरे एव भवति खलु शेमुचादीनाम् इत्यनेन नुमागमः भवति शे परे क्षम्यतां शे अर्थात् शित् अस्ति तर्हि एव नुमागं भवति नुमागं कारणेन विद् निजन्तप्रयोगे नुमागमः भवति वा न वा प्रश्न मम अहम् उक्तवान् अनुमागमः भवति विन्दयति भवति अत्र अनुमागमः केन सूत्रेण न अनुमागमः तु भवति सूत्रवयं जारीमः एडितो नुम धातु तदनन्तरं नुम आधारेण न न न अत्र इदित् नास्ति खलु महोदय इदित् नास्ति खलु धातुः इदित् नास्ति न न न इदित् नास्ति परन्तु धातु यत्र मुच् मुञ्च भवति अत्र अत्र अपि अत्र शेमुचादीनाम शेमुचादीनाम अन्तर्भूतः सर्वे धातवः शेमुचादीनाम अन्तर्भूतः परन्तु निच्छतु शे नास्ति खलु निच्छे नास्ति खलु शे अर्थात् शित् शेः नथिङ्ग् टु डु वित् मिथ् शे अर्थात् निच्छतु शित् नास्ति खलु शित् अस्ति वा निच्छ न यदि अहम् अवगच्छामि तर्हि श यथा सुदादिगणस्ति तर्हि विकरणोऽस्ति श तर्हि तत्र सम्यक् परन्तु निजन्तप्रयोगे लटि निजन्तरूपं लट् लकारे रूपं किम् अस्ति इति एकवारं वदतु अहम् अत्र संस्कृत रूपं प्रथमतरूपं प्रथमतरूप अर्थात् धातु अस्ति विद्रले तदनन्तरं विन्द भवति तदनन्तरं विन्द् इति न भवति विन्द् इति कथं भवति अत्र षित् नास्ति खलु विद् योगः णिच् विद् योगः णिच् तत्र धातुः किं भवति निजन्तधातुः यदि यदि धातुः अस्ति विद् विदर्लि धातु विद् अस्ति अर्थात् विद् धातु विन्द् कथं भवति प्रथमप्रश्नः विन्द् धातु विद् अस्ति यतः वयं शेमुचादि नाम अन्तर्भूतः यत्र अन्यधातवः तदनन्तरं विन्दयति भवति निषथार्थेन अर्थात् विन्दयोगाधिकार परस्वीकार तर्हि विन्दी भवति तर्हं विन्दे भवति तर्हि विन्दय भवति विजयलक्ष्मी भगिनी किञ्चित् वदतु तत्र निच् योगे वेदी इति भवति अनन्तरं वेद वेदयुमागमः अस्ति वा तत्र नास्ति वा नास्ति नास्ति किमर्थं नास्ति तत् प्रत्ययः प्रथमम् उपयोगं यदा कुर्मः तदा एव मुचादीनां तद् अनुस्वरः नुमागमः भवति नुमागमः सोरि नुमागमः भवति परन्तु निच् प्रयोगे तु नुमागमः न भवति सूत्रे तु तद्वत् नास्ति प्रथमं तु निच् प्रयोगः उपयोगः भवति नूतनधातु भवति नूतनधातु शेमुचादीनाम् इति गणे नास्ति खलु विनय महोदय पश्यतु भवान् चिन्तयति यत् तत्रापि निच् प्रयोगे अपि श प्रत्ययः भवति इति श इति प्रत्ययः अत्र सूत्रे तु शे इति उक्तं शे इति उक्तत्वात् शे इत्युक्ते किं षित् इति नास्ति तत्र शे इत्यनेन शे इत्यस्य कः अर्थः शे इत्यस्य प्रातिपदिकं किम् शे प्रातिपदिकं श इति प्रातिपदिकं सत्यं श राम इव श इति प्रातिपदिकं श इति श इति कुत्र लभ्यते तत्र श इत्युक्ते शकारः इत्यस्य सः इति नास्ति तत्र श इत्युक्ते तत्र तुदादिभ्यः श इति उक्तं खलु तादृश श इत्यस्य ग्रहणं तर्हि यत्र श इति विकरणप्रत्ययः भवति तत्र मुचादिगणे नुमागमः भवति अहम् अवदत् तत् श षित् नो शे अस्ति षित् अस्ति यतः श षित् अस्ति श अर्थात् विकर्ण षित् अस्ति तर्हि एव शे तथि एव शे उत्पन्नः अतः श विकर्णप्रत्ययः अस्ति श विकर्णप्रत्ययः अर्थात् अ अवशेषः श विकरणप्रत्ययः कदा आयाति श विकरणप्रत्ययः अङ्गनिर्मार्थं निर्मार्थं श प्रत्ययः आयाति परन्तु प्रथम निमित्तं किम् अस्ति श प्रत्ययस्य निमित्तं किम् तुदादिभ्यः श इति सूत्रेण श प्रत्ययः कदा आयाति तत्र विजयाभगिनी वदतु अस्तु सूर्यकुमारी भगिनी वदतु श प्रत्ययः कदा आयाति धातुः अनन्तरम् अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति खलु महोदय न मम प्रश्नः तद् नास्ति भवती प्रश्नं श्रुत्वा वदतु श प्रत्ययस्य निमित्तं किम् कर्त्रर्थे सार्वधातुके प्रत्यये परे श इति शप् इति विकरणप्रत्ययः तं बाधित्वा तुदादिभ्यः श श इत्यनेन श आयाति तर्हि कर्त्रार्थे सार्वधातुके परे एव नुमागमः भवति शे मुचादीनाम् इत्यनेन श प्रत्ययः तु कदा आयाति धातुतः विकरणप्रत्ययः श इति प्रत्ययः यदा धातुतः सार्वधातुकप्रत्ययः न श्रूयते न श्रूयते कच् प्रत्ययः अस्ति णिच् प्रत्ययः सार्वधातुकः अस्ति वा णिच् प्रत्ययः आर्धातुक अस्ति आर्धधातुकः अस्ति चेत् तत्र श श प्रत्ययः आयाति वा आयाति वा न आयाति वा विनय महोदय न आर्धातुक णिच् प्रत्ययः आर्धातुक अस्ति स्नादिप्रत्ययः अस्ति स्नादिप्रत्ययः सर्वे शपायति न न स्नादिप्रत्यये सर्वे शपायति तदनन्तरम् आयाति धातोः निर्माणानन्तरम् आयाति यदि तत्र विद्युधातुः अस्ति चेत् वेदी इति नूतनधातुः अस्ति वेदी इति धातुतः यदा भवान् लट्लकाररूपं प्राप्तुम् इच्छति तदानीं तत्र तत्र धातुतः वेदी इति धातुतः यदा तिङ्प्रत्ययः अस्ति तिङ्प्रत्ययः कर्त्रार्थे सार्वधातुके परे अस्ति तदानीं शपायाति सनादिधातुभ्यः परन्तु अत्र तु अस्माकं विषयः धातुतः णिच् तत्र णिच् प्रत्ययः अर्धधातुकप्रत्ययः अतः मध्ये नुमागमः कथञ्चित् अपि न आगन्तुं शक्यते अवगतं वा अतः विन्दयति इति रूपं नास्ति विन्दति एव न यदि भवती यदि वयं अहं केवलम् अत्र मम मनसि मम मनसि इत्थं यः भवती उक्तवती नास्ति परन्तु अहं केवलं तिङ् तिङन्तकोशः सम्बन्धे दृष्टवान् तदनन्तरमेव अहं विन्दयति तिङन्तकोशे कुत्र अस्ति इति मह्यं प्रेषयतु अनन्तरम् अत्र पश्यामः विन्दयति इति रूपम् अस्ति वा नास्ति वा इति, परन्तु विद्युधातोः रूपं तु वेदयति इति रूपं, न तु विन्दयति. विन्दयति कथम् अस्ति इति मह्यम् अनन्तरं प्रेषयतु, कुत्र दृष्टवान् इति पश्यामः किम् अस्ति तत्. वेदयति तु अदादिगणः यदि अहं, न न न तुदादिगणे एव, तुदादिगणे एव. अत्र अत्र तु विशेषसूत्रं किमपि नास्ति इति भाति, परन्तु किमपि अस्ति चेत् प्रेषयतु अनन्तरं पश्यामः. अस्तु, इदानीं वाक्यं वदतु. वाक्यमस्ति, संस्कृतभारती कर्ता स्वयं सेवकैः सम्भाषणं विन्दयति. सम्भाषणं विन्दयति, तत्र अर्थः कः विन्दयति इत्यत्र? न विन्दयति अर्थात् प्राप्तुं प्राप्तुं कर्तुं प्रेरणा करोति. अस्तु अस्तु अस्तु अस्तु अस्तु, समीचीनम्. अस्तु, अन्य कोऽपि? सोरि, अस्तु वदतु भगिनि. विद् धातोः वाक्यानि त्रीणि मया गतसप्ताहे कृतानि आसीत्. तद् वदामि किम्? गतसप्ताहे एव उक्तवती वा? इदानीं तत्र नूतनमपि अस्ति वा? अत्र त्रयः धातवः आसन् खलु, एकमेव वदतु. अत्र किञ्चित् भगवद्गीतातः किञ्चित् हेल्प् स्वीकृतवती. स्वकर्मणा मानवः सिद्धिं विन्दति. एतद् अव्यद् धातोः प्राप्तौ इत्यर्थे स्वकर्मणा मानवः सिद्धिं विन्दति इति कर्तरि लट् सोरि लट् कर्तरि. अनन्तरं परिश्रमेण विना ज्ञानं न विद्यते इति कर्मणि प्रयोगः. एकक्षणम् एकक्षणं पुनः वदतु. परिश्रमेण विना ज्ञानं न विद्यते. ज्ञानं न विद्यते, तत्र कर्ता कः? अत्र कर्मणि प्रयोगः, ज्ञानं विद्यते इति अस्ति. अत्र कर्ता आवश्यकं वा? कर्ता योजयित्वा वदतु. कर्ता योजयित्वा वदतु, ज्ञानम् इति वा? ज्ञानं कर्ता अस्ति वा? तदेव वाक्यम् इदानीं कर्तरि प्रयोगे वदतु भगिनि. कर्तरि प्रयोगे कर्तरिप्रयोगे शिक्षकः बालकं वदति परिश्रमेण. न न, तदेव वाक्यं, तदेव तदेव. ओ, परिश्रमः इति कर्ता. अस्तु अस्तु अस्तु, परिश्रमः परिश्रमेण विना, विना योगे तृतीया विभक्ति अभवत्. अतः परिश्रमः कर्ता अत्र. परिश्रमः कर्ता इति वदति वा? परिश्रमः करोति चेत् ज्ञानं विन्दति. परिश्रमेण ज्ञानं विन्दति इति वाक्यं खलु. परिश्रमेण और् परिश्रमेण ज्ञानं विन्दति. विद्यते कर्मणि प्रयोगे परिश्रमेण विना ज्ञानं न विद्यते, और् परिश्रमेण ज्ञानं विद्यते. परिश्रमेण ज्ञानं विद्यते कर्तरिप्रयोगे. कर्तरिप्रयोगे परिश्रमेण ज्ञानं विन्दति. छात्र इति वा भवेत्? छात्रः वा सः वा कोऽपि? हा, सः परिश्रमेण ज्ञानं विन्दति. अकर्मकः वा सकर्मकः वा? एकक्षणम् एकक्षणं छात्रः परिश्रमेण ज्ञानं विन्दति. हा इदानीं तत्र सकर्मकः एव खलु, सकर्मकः एव परिश्रमः अस्ति खलु. न तत्र छात्रः ज्ञानं विन्दति इत्युक्ते ज्ञानमेव कर्म. हा ज्ञानमेव कर्म सत्यं, ज्ञानं कर्म. छात्रः परिश्रमेण ज्ञानं विन्दति विन्दति. इदानीं कर्मणि, कर्मणि छात्रेण परिश्रमेण विना ज्ञानं न विद्यते. परिश्रमेण विना छात्रेण ज्ञानं न विद्यते. समीचीनम्. छात्रेण इति अपि छात्रैः इति अपि वक्तुं शक्यते अत्र ज्ञानं इति. अनन्तरं निजन्तप्रयोगे गुरुः शिष्यान् ज्ञानं वेदयते. गुरुः शिष्यान् ज्ञानं वेदयति तत्र विद्यते न किं तत्र तत्र प्रयोज्य प्रयोजक न प्रयोज्यकर्तुः द्वितीयाविभक्तिः कथम् गुरुः शिष्यं शिष्येन शिष्यैः द्वारा ज्ञानं प्राप्तुं तां प्रोत्साहनं ददाति इत्यर्थे गुरुः शिष्यान् ज्ञानं वेदयते न भवति वा? न वेदयते इति तत्र शिष्यान् इति द्वितीयविभक्तिः कथम् इति प्रश्नः. शिष्यान् इति वा? ओ शिष्यान् इति द्वितीयविभक्त्याम् उक्तं खलु, तत् कथं द्वितीयविभक्तिः कथम्? ज्ञानस्य प्राप्तिः शिष्यद्वारा एव भवति खलु. न न अर्थः भवतु भगिनि, अर्थः अवबुद्धः, अर्थः अवबुद्धः इत्युक्ते तत्र पिता पुत्रं पाठशालां प्रापयति तद्वत् इत्युक्ते तत्र इत्युक्ते गत्यर्थः कः इति वक्तुमिच्छति खलु. गत्यर्थकः इति कृत्वा शिष्यान् इति उक्तवती. प्रापणम् इत्यत्र गतिः अस्ति इति कृत्वा इति कृत्वा तत्र गत्यर्थकः इति स्वीकृत्य गुरुः शिष्यान् किमस्ति, गुरुः शिष्यान् ज्ञानं वेदयते, ज्ञानं वेदयति. तत्र बुद्ध्यर्थकः न भवति, बुद्ध्यर्थकः कथम्? न प्रापणे धातुः ज्ञा धातुः नास्ति खलु, तिङन्तरूपे धातु तिङन्तरूपे अस्तु सम्यक् इति अर्थे नास्ति. धन्यवादः. समीचीनं. भवती एकक्षण, अहं मम वक्तव्य सम्यक् नास्ति. अहं दृष्टवान्, इदानीं दृष्टवान् तयन्तकोशः वेदयति विन्दयति नास्ति. अस्तु बहु समीचीनं, धन्यवादः महोदय. सम्यक् भगिनी तत्र क्षम्यतां, गतिबुद्धिप्रत्यवसान इति सूत्रस्य प्रसक्तिः खलु द्वितीया भवति इति? आम् आम् अस्तु. तत् सूत्रं सर्वैः बुध्यते वा? आं भगिनि. अस्तु तर्हि तत्र अस्तु समीचीनं. शोभा भगिनी अवगतं खलु तत्र विद्युत् तत्र प्रापणे इति अर्थे गतिः इत्यस्मिन् अर्थे स्वीकृतः. अस्तु आं भगिनि. अस्तु अरविन्द महोदय वदति वा इदानीं? पिशु धातु अवयवदीपनायाम् इत्यर्थे, अवयवदीपनायाम् इत्यर्थे राजकुमारः मुकुटं पिंशति, सेनानिना युद्धाय आयुधं पिष्यते, युद्धावसाने अश्वयोधः अश्वं. महोदय पुनः एकवारं वदतु महोदय, मध्ये न श्रुतम्. सेनानिना युद्धाय आयुधं पिष्यते इति कर्मणि प्रयोगः. पिष्यते सेनादिना सेनादीना इत्यत्र सेनानिना सेनानिना सेनानिना अस्तु सेनानिना युद्धाय आयुधं पिष्यते आयुधम् इति तत्र आयुधम् इति नपुंसकलिङ्गशब्दः वा आम् आयुधम् अस्तु अस्तु समीचीनं सम्यक् कर्म निजन्तरूपमस्ति युद्धावसाने अश्वयोद्धः अश्वम् उत्पेषयति पुनः युद्धावसाने अश्वयोद्धः अश्वम् उत्पेषयति युद्धावस इति तत्र तृतीया विभक्तौ अस्ति खलु आम् युद्धावसाने इति युद्धानन्तरम् अश्वयोधः युद्ध अवसाने इति सप्तमे भक्तौ उक्तं खलु युद्धावसाने आम् युद्धावसाने पुनः वाक्यम् अश्वयोधः अश्वम् उत्पेषयति तत्र उत्पेषयति रिमूव् द डेकरेशन् फ्रम् द हार्स् उत्पेषयति अथवा निर्पेषयति उत्पेषयति इति वदति चेत् तत्र तत्र अणिजन्ते वाक्यं किं भवति अणिजन्ते इति तत्र लट् लट् लट् रूपमस्ति पिंशति कर्मणि अस्ति पिष्यते निजन्तमस्ति पेषयति तत्र अन्तिमवाक्यं यदुक्तं तस्य अणिजन्तप्रयोगे वाक्यं किम् अस्ति अणिजन्तप्रयोगे अस्ति युद्धावसाने अश्वयोधः अश्वम् उत्पिंशति न उत्पिंशति इति सम्यक् परन्तु तत् तदेव वाक्यं तत्र प्रयोजककर्तारं विना वदतु प्रयोजककर्तारमपि योजयित्वा वदति खलु प्रयोज्यकर्तुः एव तत्र भवेत् उपस्थितिः अश्वः उत्पिंशति इति वा उत्पिंशति अश्वः उत्पिंशति इति वदति चेत् अस्य अर्थः कः अश्वः स्वयम् उत्पिष्यति वा स्वयं कर्ता भवति कदापि न उत्पिंशति इत्यस्य अर्थः कः अस्मिन् वाक्ये D-rope the horses, like the saddle, etc. being removed from the horse after the war. परन्तु इदानीं तु वाक्यं तु अश्वः उत्पिंशति इति वदति चेत् तस्य स्वयमेव करोति वा अश्वः एव स्वयं करोति वा न तत् मया न उक्तं विजयभगिनी विजयभगिनी न परन्तु भवतः वाक्यं यदा भवान् तत्र निजन्तरूपं योजयित्वा वदति तदानीम् अनिजन्तरूपे एतादृशवाक्यं भवति अश्वः उत्पिंशति इति वाक्यं भवति अनिजन्ते इदानीं निजन्तरूपं यदा वदति न अश्वन्तरूपे तु अश्वयोधः अश्वयोधः उत्पिंशति इति भवति अश्वम् उत्पिंशति इति अनिजन्तरूपम् अश्वयोधः अश्वम् उत्पेषयति इति निजन्तरूपम् योधः अश्वम् उत्पिंशति इति खलु योधः अश्वम् उत्पिंशयति उत्पेषयति उत्पेषयति उत्पेषयति योद्धः अश्वम् उत्पेषयति इति उक्तं खलु खलु तदेव वाक्यं खलु तदेव वाक्यं केवलम् युद्धावसाने अश्वयोद्धः इति अश्वयोधः इति अश्वम् उत्पेषयति इति सत्यं वक्तुम् सत्यं परन्तु सम्यक् परन्तु तत्र किं चिन्तनीयम् इति चेत् यदा निजन्तवाक्यं भवति तत्र इदानीं भवतः वाक्ये अश्वः एव प्रयोज्यकर्तुः अस्ति खलु प्रयोज्यकर्तुः अस्ति तस्मिन् इदानीम् अहं वदामि बालकः गच्छति इति एकं वाक्यमस्ति बालकः गच्छति इदमहम् इदानीम् अहं वदामि सः स्वयं न गच्छति तत्र माता प्रेरयति इति उक्त्वा अहं वदामि माता बालकं गमयति इति अस्ति माता बालकं गमयति तत्र अणिजन्तवाक्यमस्ति बालकः गच्छति खलु एवमेव इदानीं भवतः अणिजन्तवाक्यम् अस्ति अश्वः उत्पिंशति इति वाक्यम् इदानीं योद्धः अश्वम् उत्पेषयति इति वाक्यं तर्हि मम प्रश्नः आसीत् अश्वः उत्पिंशति इति वाक्यस्य कः अर्थः योद्धः अश्वम् उत्पेषयति इति वाक्यस्य कः अर्थः योद्धः अश्वम् उत्पेषयति इत्युक्ते भवान् उक्तवान् तत्र हि रिमूव्स् दि साडल् एन् एव्रिथिङ्ग् रैट् तत्र सकर्मकमस्ति कृत्वा अश्वम् अपि योजितवान् अकर्मकः अस्ति इति अकर्मकः इति स्वीकृत्य उक्तवान् तर्हि इदानीम् अश्वः पिंशति इत्यस्य अर्थः कः अश्वः पिंशति तत्र अश्वः इति पिंशति इति न उक्तं न मया अश्वम् इति कर्मरूपेण स्वीकृत्य सकर्मकरूपेण एव उक्तम् सम्यक् अकर्मक कथं भवति मम प्रश्नं एकवारं शृणोतु यथा मया उक्तं बालकः गच्छति सः स्वयं गच्छति तदनन्तरम् अहं वदामि माता बालकं गमयति इति एवं रूपेण यदा अहं भवतः वाक्यस्य विश्लेषणं करोमि तदानीम् एवं रूपेण आयाति अश्वः उत्पिंशति इति अणिजन्तवाक्यं निजन्तवाक्यं योद्धः अश्वम् उत्पेषयति इति निजन्तवाक्यं तर्हि मम प्रश्नः अश्वः उत्पिंशति इति वाक्यस्य कः अर्थः बालकः गच्छति इति च अहम् अवगच्छामि अश्वः उत्पिंशति इत्यस्य अर्थः कः तत्र तु अश्वः उत्पिंशति इति न भवति न योद्धः उत्पिंशति इति भवति न उत्पिंशति इति भवति वा भगिनि किं योद्धः उत्पिंशति कस्य उत्पेषणं करोति अश्वस्य उत्पेषणं इति तथा वक्तु इत्युक्ते योद्धः अश्वम् उत्पिंशति इति वाक्यं सम्यक् इदानीं सम्यक् इदानीं निजन्तवाक्ये प्रयोजककर्ता कः योद्धा इति वा इत्युक्ते अन्यः योद्धा इति वा सेनानिना इति उक्तं खलु सेनानिना किमपि सेनानिना इदानीं सेनानिना इति न उक्तं पूर्वस्मिन् वाक्ये उक्तमासीत् इदानीं सेनानिना इति योजयित्वा सेनानिना न सेनानी योद्धेन योद्धः इति अकारान्तशब्दः खलु योद्धेन अश्वम् उत्पेषयति इति वाक्यं भवेत् अश्वयोधः वृत्तेन अश्वम् उत्पेषयति इति तत् वृत्तेन इति योजयित्वा अश्वयोधः वृत्तेन अश्वम् उत्पेषयति इति इदानीं सम्यक् अस्ति इति सम्यक् अस्ति इदानीं सम्यक् अस्ति सम्यक् अवगतं खलु भगिनि इदानीं सम्यक् पिश इत्यस्य अवयवे इति अर्थः भवति वा तत्र अवयवदीपनायां कः अर्थः टु डेकोरेट् टु ऑन् टु वेर् ऑर्नमेण्ट्स् और डेकोरेशन सनशाइन इति अस्ति खलु त्वष्टा रूपाणि पिंशतु इति अस्ति त्वष्टा इत्युक्ते सूर्यः सो लेट् द सन् फॉल ऑन वाचस्पतिये कल्पत्रये अवयवे अयं दीपनायाम् अपि इति दत्तमस्ति मुचादिगणे यः पिश् धातुः तस्य अवयवे इति अर्थः खलु भागविभागीकरणे इति तदपि अस्ति एतदपि अस्ति दीपनाय इति मुचादिगणे अस्ति वा मुचादिगणे न प्राप्तवती अष्टाध्यायी मध्ये दीपनाय इति न मयापि न प्राप्तम् अवयवे इति एव प्राप्तं दीपनाय इति अस्ति भगिनि वाचस्पतिं कल्पद्रुमे अस्ति अस्तु अस्तु अस्तु भवतु इदानीं तत्र अवयवे इत्यस्मिन् अर्थे तु सम्यक् एव खलु अवयव इति अपि अस्ति अस्तु अग्रिम अस्ति लिप् लिप् लिप् लिप् इति दातु लिम्पति टु स्मेर् इत्यर्थे वैद्यः लेपनं लिम्पति अस्तु कर्तरिप्रयोगे रागद्वेषेण लिप्यते मनः कर्तरि कर्मणि प्रयोगः राजा भृत्येन शरीरे चन्दनं लेपयति इति निजन्तत्व तदनन्तरं लुप् इति धातुः अस्ति लुप् इति टु कट् स्लैस् तक्षकः परशुना काष्ठं लुम्पति तक्षकेण परशुना काष्ठं लुप्यते काष्ठम् इति नपुंसकलिङ्गमस्ति इति कृत्वा तदेव निजन्तरूपमस्ति मां गृहनिर्माणाय तक्षकेण काष्ठं लेपयति लोपयति पुनः पुनः निजन्तवाक्यं वदतु मां गृहनिर्माणाय तक्षकेण काष्ठं लोपयति अहं गृहनिर्माणाय तक्षकेण काष्ठं लोपयति लोपयामि सत्यं सत्यं कर्ता लोपयामि इति सत्यं सम्यक् समीचीनम् अस्तु भगिनि एकः प्रश्नः तत्र कथं गणे एतादृश येषां धातूनां स्थापनं भवति अर्थं दृष्ट्वा वा नो चेत् रूपं दृष्ट्वा वा कस्मिन् गणे पूचारीणां एते धातवः ये सन्ति तत्र कथं पाणिनिना योजितं एते धातवः कस्मिन् अर्थं दृष्ट्वा वा नो चेत् तत्र रूपं दृष्ट्वा रूपं दृष्ट्वा एव खलु अत्र नुमागमः आवश्यकः एतेषां धातूनाम् आवश्यकः इति कृत्वा प्रथमतया एते धातवः तुदादिगणे एव भवन्तु इति निर्णयः कृतः यतोहि तत्र कथं कृतवान् यतोहि तत्र कस्मिन्नपि गणे भवतु तत्र वेदः न न कस्मिन्नपि गणे न भवितुम् अर्हति युवादिगणे भवितुम् अर्हति वा लुक् दातु लुम्पति इति लुम्पति इति रूपमस्ति युवादिगणे अस्ति चेत् भुवादिगणे अस्ति चेत् तत्र उपायं गुणः भवितुम् अर्हति खलु अस्तु समीचीनम् अत्र गुणः आवश्यकः इति कृत्वा तुदादिगणे स्थापितम् अपि च तुदादिगणे किमर्थं स्थापितम् इति चेत् तत्र अन्यः अपि विषयः अस्ति खलु तुदादिगणे स्थापनार्थं कः विषयः सत्यं बहु समीचीनम् इत्युक्ते तत्र स्त्रीलिङ्गे शत्रुप्रत्ययान्तशब्दस्य स्त्रीलिङ्गे विकल्पेन नुमागमः भवति अस्तु अचिनद्योर्नुम् इति सूत्रेण विकल्पेन नुमागमः भवति समीचीनं खलु अतः तदर्थमपि अत्र स्थापितम् इदानीं सुदादिगणे स्थापितम् तर्हि इदानीम् एतेषां सर्वेषां धातूनां मध्ये नुमागमः दृश्यते लट्लकाररूपे लोटि सर्वत्र तर्हि तदर्थम् एकः गणः निर्मितः, तर्हि एतेषां सर्वेषां धातूनां नुमागमः भवति, तदर्थम् एकं सूत्रमपि निर्मितं शेमुचादीनाम् इति सूत्रम्. एतत् शब्दकल्पद्रुमे प्राप्तुं शक्यते इति उक्तं वा महोदयेन? शब्दकल्पद्रुमे तत्र यूनिवर्सिटि आफ् हैदराबाद् मध्ये अपि अस्ति भगिनि, संसाधनी मध्ये वा? प्रक्रिया इति दृश्यते चेत् तत्र स्थापितम् अस्ति. अहं न प्राप्तवती कुत्रापि, अहं अन्वेषयामि परन्तु न प्राप्तम्, अतः पृष्टवती, क्षम्यताम्. तत्र मुचादि अपि अष्टधातवः सन्ति, तत्रापि पिश इति अवयवे इति अर्थे एव अस्ति. शब्दकल्पद्रुमेकारः वा मूर्धन्यषकारः वा शकारान्तः? ओ तदपि अस्ति वा? तालव्यषकारान्तः तु अवयवे इत्यस्मिन् अर्थे अस्ति, मूर्धन्यषकारान्तधातुः अपि अस्ति. तत्र तु रुदादिगणीयधातुः, सः तु हिंसायां सञ्चूर्णने इति अस्ति. परन्तु यद् महोदयेन उक्तं तत् कुत्रापि न प्राप्तं मया. महोदय अनन्तरं प्रेषयतु, मह्यं प्रेषयतु, अहं प्रेषयामि सर्वेषां कृते. अस्तु, तर्हि इदानीं अग्रे पाठं प्रति गच्छामः वा? अन्य कोऽपि वक्तुमिच्छति वा? अस्तु अस्तु, तर्हि इदानीम् इतोपि अवशिष्टः अस्ति. तत्र लश्चिति धातुः अपि गतवर्गे दृष्टम् आसीत् खलु? न दृष्टं. तर्हि लश्च् धातुः सन्धिकार्यं तत्र चतुर्थः बिन्दुः. शोभगिनी पठतु. आं भगिनि, तत्र भगिनी चाट् मध्ये प्रेषितं मया. अस्तु अस्तु, समीचीनं. सन्धिकार्यं द्वौ धातु ओलस् जि व्रीडायां लज्जितो भवति इति अर्थे लश्च् इति धातुः, अपि च तुमस् जो शुद्धौ इत्युक्ते निर्मलो भवति, स्वच्छो भवति, स्नानं करोति, जले निमग्नो भवति इति इत्येषु अर्थेषु मस्ज् इति भवति. अग्रे तत्र ओलस् जि इति लस् धातुः, क्षम्यताम्, ओलस् जि इति औपदेशिकधातुः, उपदेशे जनुनासिक इत् इत्यनेन तत्र ओ अनुनासिक ओकारस्य अपि च अनुनासिक इकारस्य अन्ते लोपः भूत्वा लश्च् इति एव अवशिष्यते. लश्च् अधुना तत्र सकारजकारयोः योगे स्तोश्चुनाश्चुः इत्यनेन श्चुत्वं भवति सकारस्य, लश्च् इति भवति. तदनन्तरं अधुना शकारजकारयोः योगे जलां झष् झषि इति सूत्रेण शकारस्य जकारादेशः लज् इति भवति. लज् योगः श इति तुदादिभ्यः शः इति श विकरणप्रत्ययः आगत्य लज् तत्र तु शकारस्य श इत्यस्य आकारः एव अवशिष्यते. लज् योगः आ लज्ज इति अङ्गं भवति. तदनन्तरं आत्मनेपदी ते इति प्रत्ययं योजयित्वा लज्जायोगः ते लज्जते इति भवति. अग्रे पठामि वा भगिनि? बहु समीचीनं, तत्र धन्यवादः भगिनि. अत्र किमपि वक्तव्यं, कथं सिद्धमिति? अस्तु, तत्र उपदेशे जनुनासिक इति अनुनासिक स्वराणां कृते इत्संज्ञा कर्तुम् आगच्छति. तेन तत्र ओ इति अनुनासिक ओकारस्य अन्ते इ इति अनुनासिक ईकारस्य लोपः इत् भूत्वा तस्य लोपः इत्यनेन लोपः. अनन्तरं लस्ज् इति एव तिष्ठति. तत्र स्तोश्चुनाश्चुः इत्यनेन तत्र सकारतकारयोः अपि च शकार चकारयोः योगे सकारस्य श्चुत्वम् इत्युक्ते शकारादेशः भवति इति तेन सूत्रेण शकारः आगतः तत्र लश्च् इति भवति तत्र किं तत्र सन्धिकार्यम् इति एव शीर्षिका अस्ति तत्र इत्युक्ते एतौ द्वौ धातुभ्यां कृते सन्धिकार्यं दर्शितं तत्र औपदेशिकधातुतः सन्धिकार्यं भूत्वा लौकिकधातुः कथं भवति इति लश्च इति स्थितौ तत्र शकारजकारयोः योगः अधुना तत्र झल् शकारझल् झलां झष् भवति झषि शकारः झल् वर्णः जकारः झष् वर्णः तत्र तस्मिन् योगे शकारस्य स्थाने जकारादेशः भवति इत्युक्ते झष्त्वं भवति अतः तत्र शकारस्य जकारः भूत्वा लज् इति भवति तदनन्तरम् अङ्गनिर्माणसमये लज् योगः श इति विकरणप्रत्ययः तस्य पुनः लशक्वतद्धिते इति सूत्रेण शकारस्य षित् भूत्वा आ एव तिष्ठति अतः तत्र लज् योगः आ लज्जा इति अङ्गम् अङ्गं प्राप्तं तेन सह तिङ् प्रत्ययस्य योजनेन आत्मनेपदी तत्र लज् योगः ते लज्जते इति भवति किमर्थं शकारस्य तालवे शकारस्य स्थाने जकारादेशः एव तत्र तालव्यशकारस्य स्थाने तत्र स्थाने अन्तरतमः इति कारणतः वा तत्र शकारः तत्र तु किं तत्र कण्ठ ओष्ठौ इति इत्यादीनि आगच्छन्ति स्थानेऽन्तरतमः इत्यनेन तत्र जकारः इत्युक्ते तत्र चवर्गीयवर्णे तदेव किं शकारस्य अपि अधुना एकक्षणं भगिनि तत्र कण्ठादि इति अस्ति तत्र शकारः कीदृशवर्णः तदेव शकारः शकारः तालव्यवर्णः शकारः तालव्यवर्णः अपि तालव्यवर्णः अतः तत्र जकारः तु चवर्गीयवर्णः अस्ति अतः तत्र शकारः तालव्यः अपि अस्ति अपि च खर् वर्णः अपि अस्ति अतः तत्र तेन कारणेन एव भवति इति वक्तुं शक्नुमः खर् इचु यशानां तालु इचु यशानां तालु तावदेव जकारः तु अस्ति किन्तु अस्ति किन्तु तत्र न आवश्यकम् इति मन्ये अस्तु इच्छु यशानां तालु इति तावदेव तत्र तत्र जकारः चवर्गीयवर्णः अपि तालव्यवर्णः तेषु तृतीयः वर्णः कः इति चेत् जकारः सत्यं अस्तु समीचीनम् तर्हि इदानीं तत्र जलां झषि इति सूत्रं कः तत्र वंशी भगिनी पठति वा आं भगिनी पठामि जलां झषि इति सूत्रमस्ति जलां स्थाने झषादेशः भवति झषि परे स्थानेन्तरतमः इत्यनेन झष् वर्णेषु वर्णनिर्धारणं जलां षष्ठ्यन्तं झषः प्रथमान्तं झषि सप्तम्यन्तम् त्रिपदमिदं सूत्रं झष् प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः तयोर्व्यावचि संहितायम् इत्यस्मात् संहितायम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति झलां झष् झषि संहितायम् सूत्रमस्ति झलां झष् झषि एतत् सूत्रं तु अपदान्ते एव कार्यं करोति यतोहि तत्र झषि इति उक्तम् परनिमित्तम् अस्ति अतः तत्र छलां जशोन्ते इत्यनेन तत्र पदान्ते कार्यं भवितुम् अर्हति, अतः तत्र एतस्य सूत्रस्य प्रवृत्ति तु अपदान्ते एव भवितुम् अर्हति. झलां स्थाने झष् भवति यदि झष् झष् प्रत्याहारस्थवर्णः परे अस्ति. झलां झष् इत्युक्ते तत्र तृतीयचतुर्थवर्णाः ये सन्ति तेषां परे अस्ति चेत् तत्र तृतीयवर्णः आदेशरूपेण भवति झलां स्थाने इति संहितायां विषये इति उक्तम्. समीचीनं तर्हि इदानीम् अग्रे तत्र टु मस् जो इति अस्ति खलु. अस्तु हा, टु मस् जो इति धातु अस्ति. टु टु धातु अस्ति आदिर्निटुटवः इति सूत्रेण तत्र, अपि च तस्य लोपः सूत्राभ्यां टु इत्यस्य लोपः भवति. मज्जो इत्यस्य उपदेशे अजुनासिक इत् इत्यनेन तत्र ओकारस्य लोपः अनुनासिक ओकारः अस्ति, अतः तत्र मज्ज इति भवति. मज्ज इत्यस्मिन् अनन्तरे तत्र सकारः अस्ति, सकारः परे चकारः अस्ति, स्तोष्णाश्रुः इत्यनेन सकारस्य स्थाने षकारः भवति. तदनन्तरं षकारः परे जकारः अस्ति, झषि झष् वर्णः अस्ति, षकारस्य स्थाने तत्र जकारः भवति, यतोहि तत्र ताळव्यवर्णः यत् झष् प्रत्ययः जपगळदश् इत्यस्मिन् यः ताळव्यवर्णः अस्ति जकारः अस्ति, षकारस्य स्थाने जकारः भवति, मज्झ इति भवति. मज्झायोगः तत्र श इति प्रत्याहारः दुधादिभ्यः शः इत्यनेन शः इत्यस्मिन् श इत्यस्मिन् अकारः अवशिष्यते. मज्झायोगः मज्ज इति भवति, मज्ज इति अङ्गं. तदनन्तरं त्रि त्रियोजने तिङ्गयोजनेन मज्जति इति अन्तिमरूपं भवति. समीचीनं. वस्तुतः अत्र अत्र तु सन्धिकार्यं प्रथममेव प्रदर्शितमस्ति. तत्र किं सोहोश्युनाश्युः जलां जश्यशि सर्वं वस्तुतः तत्र विकरणप्रत्ययस्य विधानं तिङ्प्रत्ययस्य आनयनं तत्सर्वम् आदौ भवति. मज्ज योगः तिङ्प्रत्ययः अनन्तरं सुधादिभ्यः श इति शविकरणप्रत्ययः, अतः मज्ज योगः अयोगः ति सर्वं भूत्वा तत्पश्चात् सन्धिकार्यं भवति. परन्तु अत्र एवं रीत्या कुर्मः चेदपि तत्र अन्तिमरूपेण भेदः नास्ति. तत्र अङ्गकार्यं किमपि नास्ति, तत्र धातोः मध्ये एव कार्यं भवति न. तत्र प्रथममपि कुर्मः चेत् भेदः अपि न भवति इति मम चिन्तनं. भेदः न भवति, सत्यं भेदः न भवति, परन्तु क्रमः अहं वदामि. अष्टाध्यायीक्रमं पश्यामः चेत् आदौ तत्र तिङ्प्रत्ययः अनन्तरं सन्धिकार्यप्रत्ययः सर्वं कृत्वा अन्ते सन्धिकार्यं सन्धिकार्येण अनन्तरं अन्ते आगच्छति. समीचीनं. अस्तु समीचीनम्. अत्र कोऽपि प्रश्नः नास्ति इति चिन्तयामि. अग्रे आयप्रत्ययः इति तत्र विजयलक्ष्मी भगिनी पठतु. आं भगिनि, आयप्रत्ययः धातुः एकः धातुः तुदादौ विच्छ गतौ विच् इति धातुः गुपु धूप विच्छिपणिपणिभ्यः आयः गुपु धूप विच्छ पण पन एतेभ्यः धातुभ्यः आय् प्रत्ययो भवति स्वार्थे. गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषाम् इतरेतरद्वन्द्वः गुपु धूप विच्छिपणिपणयः तेभ्यः गुपूधूपविच्छिपणिपणिभ्यः गुपूधूपविच्छिपणिपणिभ्यः पञ्चम्यन्तम् आयः प्रथमान्तं द्विपदम् इदं सूत्रम्. प्रत्ययः परश्च इत्यनयोः अधिकारः धातोर् अनेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गुपूधूपविच्छपणिपणिभ्यः धातुभ्यः आयः प्रत्ययः परश्च. अत्र आयप्रत्ययः तुदादौ एतेषां धातूनां कृते तुदादिगणे सन्ति एते धातवः गुपु धूप न एते धातवः सर्वे तुदादिगणे न सन्ति तुदादिगणे केवलं विच् धातुः एव अस्ति ओ अस्तु अस्तु अस्तु एते सर्वे धातुभ्यः आयप्रत्ययः विहितः इति एव अस्ति अस्तु अस्तु तुदादौ केवलम् एतेषां मध्ये विच् इति धातुः अस्ति हा सत्यं तुदादौ विच् गतौ इति विच् धातु अस्ति विच् धातु अस्मिन् सूत्रे अन्तर्भवति सूत्रमस्ति गुप्पु धूप विच्छिपणि पणिभ्यः आयः इति सूत्रं सूत्रस्य अर्थः गुप्पु धूप विच्छपण पन एतेभ्यः इतरेतरद्वन्द्वः कृत्वा गुपु धूप विच्छिपणिपनयः इति रूपं तेभ्यः इति पञ्चम्यन्तम् अतः गुपु धूप विच्छिपणिपनिभ्यः इति रूपं निष्पद्यते अत्र गुपु धूप विच्छिपणिपनिभ्यः इति पञ्चम्यन्तम् आयः इति प्रथमान्तम् सूत्रे प्रत्ययः परश्च अनन्तरं धातोः इत्येतेषाम् अधिकारः अपि अस्ति अतः अनुवृत्तिसहितसूत्रं भवति गुपु धूप विच्छपणिपणिभ्यः धातुभ्यः आयः इति प्रत्ययः परे भवति इति परन्तु अनन्तरं किं भवति हा पठामि वा भगिनी अनन्तरं किम् एकक्षणं तत्र अत्र आयप्रत्ययः कस्मिन् अर्थे भवति हा अत्र आयप्रत्ययः स्वार्थे भवति स्वार्थे भवति इत्यस्य अर्थः कः स्वार्थे भवति इत्यस्य अर्थः निजन्तम् इति वा निजन्तं न परन्तु स्वार्थे अपि दशमे गणे भवति स्वार्थे इत्युक्ते आत्मनेपदी अन्येषां कृते स्वार्थे इति न आत्मनेपदी इति स्वार्थे इति वा भगिनि स्वार्थे किम् अरुणा भगिनी अर्थं न सामान्यमेव अस्ति केवलं इति सनाद्यन्त प्रत्ययः वा सनादिप्रत्ययेषु अन्यतमः अस्ति आयप्रत्ययः द्वादशसनादिप्रत्ययेषु अन्यतमः आयप्रत्ययः प्रत्ययस्य अर्थः भवति सामान्यतया प्रत्ययः विशेष अर्थे विहितः भवति परन्तु अत्र आयप्रत्ययः विशेष अर्थः नास्ति प्रत्ययस्य अर्थः नास्ति तर्हि आयप्रत्ययः किमर्थम् आयाति इत्युक्ते केवलं रूपसाधनार्थं तत्र केवलं धातोः पोषणमेव करोति धातोः यः अर्थः तस्य तदेव अर्थः आयप्रत्ययं योजयित्वा अपि तदेव अर्थः भवति स एव अर्थः भवति तत्र नूतनः अर्थः नास्ति निज् प्रत्ययं योजयामः चेत् तदानीं तत्र नूतनः अर्थः आयाति खलु प्रेरणार्थे आयाति अथवा हेतुमति च इत्यनेन तत्र प्रेरणार्थे आयाति अत्र तु तथा नास्ति आयप्रत्ययः इत्यस्य अर्थः एव नास्ति धातोः यः अर्थः गुपु धातोः यः अर्थः अस्ति सः एव अर्थः भवति गोपाय इति धातोः अपि तर्हि आयप्रत्ययस्य योजनेन नूतनः धातुः लभ्यते नूतनः धातुः लभ्यते परन्तु अर्थः समानम् अर्थः समानम् अर्थः आय विना यदर्थं तदेव वा इत्युक्ते अत्र आयप्रत्ययः नित्यरूपेण आयाति नित्यरूपेण आयाति इत्युक्ते आर्धधातुकप्रक्रियायां विकल्पेन आयाति आयप्रत्ययः आर्धधातुकप्रक्रियायां परन्तु सार्वधातुकप्रक्रियायां तु नित्यरूपेण आयाति अतः सार्वधातुकप्रक्रियायां गुप्धातोः तत्र पृथक्तया प्रयोगः नास्ति गुप्धातोः पृथक्तया प्रयोगः नास्ति गोपाय इति एव स्वीकृत्य प्रयोगः अस्ति विच् इत्यत्र अपि सर्वेषां धातूनाम् अत्र सर्वेभ्यः धातुभ्यः आयप्रत्ययः नित्यरूपेण भवति सार्वधातुकप्रक्रियायाम् आर्धधातुकप्रक्रियायां तु विकल्पेन भवति आयप्रत्ययः तर्हि अत्र तदर्थमेव अत्र उक्तं ये गुपुधूपविच्छपण एतेभ्यः धातुभ्यः आयप्रत्ययः भवति स्वार्थे इति उक्तं स्वार्थे इति उक्तं तत् स्वार्थे इति अर्थः कथं तत्र लब्धः इति चेत् यतोहि अत्र आयप्रत्ययस्य ये एवमेव अर्थः इति कुत्रापि न उक्तं तदर्थं सूत्रं नास्ति अतः वयम् अवगन्तुं शक्नुमः आयप्रत्ययस्य विशेषः अर्थः नास्ति इति अवगन्तुं शक्नुमः तर्हि एतेभ्यः धातुभ्यः आयप्रत्ययः नित्यरूपेण भवति इति वयम् अवगन्तुं शक्नुमः अस्मात् सूत्रात् तर्हि तद आर्धधातुकप्रक्रियायां किमर्थं विकल्पेन इति तदर्थं भिन्नं सूत्रमस्ति आयादये आयादयः आर्धधातुके इति किमपि सूत्रमस्ति तेन सूत्रेण विकल्पेन भवति अस्तु इदानीम् अग्रे शुभदा भगिनी आं भगिनि विच्छ योगः आय क्षम्यता भगिनि क्षम्यतां तत्र पृच्छामि वा नो चेत् पृच्छतु पृच्छतु गोपो धूप विच्छ तस्मिन् तत्र विच्छ इत्यस्य इक्ष्टिपो धातुनिर्देशः कृतः परन्तु धूप इत्यस्मिन् धूप इति किमर्थं कथं भवति तत्र इच्छि पणि पणि इति समीचीनमस्ति धूप इति धूप इति धातुः धूप् इति अस्ति धातु भुवादिगणे अस्ति खलु धूप इति अस्ति खलु धूप ओ धूप इत्यनेन अकारः गच्छति अकारः गच्छति न धूप् इति भवति न उच्चारणार्थं तत्र योजितमस्ति तावदेव तावदेव वदामि वा अस्तु इत्युक्ते सर्वत्र वयं पश्यामः सर्वत्र धातोः निर्देशः इक् प्रत्ययेन अथवा स्तिक् प्रत्ययेन एव भवति इति नास्ति कुत्रचित् एवमपि भवति तत्र गुपु इति तत्रैव तत्र औपदेशिकधातुः यः स एव स्वीकृतः अस्ति गुपु इति गुपु स्वीकृतः अस्तु तदपि भवितुम् अर्हति अस्तु समीचीनं हा अस्तु भगिनि शुभदा भगिनि विच् योगः आय विच्छाय इति भवति वर्णमेलनेन सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा विच्छाय इति धातुः कर्त्रर्थे सार्वधातुके परे सुदादिभ्यः शः इत्यनेन विच्छाय योगः अ श इत्यस्मात् अ इति अवशिष्यते विच्छाय अ अतोगुणे इत्यनेन पूर्वपरयोः पूर्वरूपमेकादेशः विच्छाय इति अङ्गम् विच्छाय योगहति विच्छायति इति भवति तत्र विच्छ इति सुदादिगणीयधातुः गुपुधूपविच्छिपणिपणिभ्य आयः इत्यस्मात् विच्छ इति धातुः वयं सुदादिगणीयः अस्ति इति कृत्वा वयं स्वीकुर्मः विच्छ योगः आय इति भवति वर्णमेलनेन विच्छाय इति स्तनाद्यन्ता धातवः इत्यनेन तस्य नूतनः धातुः निष्पद्यते तस्य धातुसंज्ञा भवति धातुसंज्ञा भवति इति कृत्वा तस्य लटिरूपं सर्वेषु लकारेषु रूपाणि भवन्ति तत्र विच्छाय इति धातुः भवति चेत् कर्त्रर्थे सार्वधातुके परे नाम यथा यदा सार्वधातुकलकारः लकार तिङ् प्रत्ययाः परे सन्ति चेत् तत्र अपि च कर्त्रर्थे सन्ति चेत् तत्र तुदादिभ्यः शः इत्यनेन विकरणप्रत्ययः शः इति श इति विकरणप्रत्ययः आगच्छति विच्छाय योगः श श इत्यस्मात् अ इति अवशिष्यते अनुबन्धलोके सति विच्छाय योगः अ अत्र यकारोत्तरवर्ती अकारः अपदान्तः अस्ति अतः तस्मात् परम् अ इति गुणसंज्ञकवर्णः अस्ति इति कृत्वा अतो गुणे इत्यनेन पररूपमेकादेशः भवति विच्छाय इति भवति अकसवर्णे दीर्घः इत्यस्य अपवादः विच्छाय इति अङ्गं वयं प्राप्नुमः विच्छाय योगः ति प्रथमपुरुषे एकवचने लटिरूपं विच्छायति इति भवति तावदेव भगिनि आयप्रत्ययः कीदृशः आयप्रत्ययः आर्धधातुकप्रत्ययः तत्तु तिङ् नास्ति षित् अपि नास्ति अतः आर्धधातुकं शेषः इत्यनेन त तस्य आर्धधातुकसंज्ञा भवति. सम्यक्, समीचीनं. तर्हि विच्छाय इति वस्तुतः नूतनः धातुः, यथा तत्र निजन्तधातुः नूतनः धातुः भवति. पाटी इति नूतनधातुः, पट्धातुतः णिच् अस्ति चेत् पाटी इति नूतनधातुः, यथा तथा विच्छाय इति नूतनधातुः अस्ति. अत्र तु तुदादिगणे विच् धातुतः आयप्रत्ययः नित्यरूपेण भवति, अत्र वैकल्पिकं किमपि नास्ति. अतः विच्छाय इति धातुं स्वीकृत्य एव तत्र तुदादिभ्यः श इत्यनेन श प्रत्ययः आयाति, अनन्तरं विच्छायति इति रूपं लभ्यते प्रक्रियां कृत्वा. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे लक्ष्मी पठतु, पृच्छतु. विच्छाय नूतनधातुः अस्ति, समाद्यन्तधातुः अपि अस्ति. कथं कर्तरि सेप्पायति खलु न स्या इति प्रश्नः. समीचीनः, समीचीनः प्रश्नः. कर्तरि शप् एव भवेत् खलु. विच्छाय योगः ति इत्यत्र कर्तरार्थे सार्वधातुके परे कर्तरि शप् एव तत्र इत्युक्ते सामान्यतया सनादिभ्यः धातुभ्यः कर्तरि शप् एव आगन्तुं शक्नोति. विच्छाय इति धातुः तुदादिगणे अस्ति वा? न, आतिदेशिकधातुः. विच्छाय इति धातुः आतिदेशिकधातुः. तर्हि तर्हि विच् धातुः तनादिगणे किमर्थं स्थापितः? आयप्रत्यय इच्छति चेत्. आयप्रत्ययः सर्वदा भवति खलु, इत्युक्ते तत्र निजन्त निच् निच् इत्यत्र पट्योगः निच् इत्यत्र निच् प्रत्ययः सर्वदा भवति इति अस्ति वा? सर्वदा प्रेरणार्थे एव भवति. प्रेरणार्थे एव भवति, स्वार्थे चुरादिगणे एव भवति. पट्धातुतः न भवति खलु, पट्धातुतः स्वार्थे चुरादिगणे चुरादिगणे भवति वा? पट् प्रेरणार्थे भवति, केवलं प्रेरणार्थे भवति. तत्तु अस्माकं विवक्षानुगुणं, सर्वत्र सर्वदा भवति इति नास्ति खलु. परन्तु परन्तु विच् धातुः विच् इति एव रूपेण प्रयोगः एव नास्ति. विच् इति एव रूपेण एव प्रयोगः नास्ति. तर्हि विच् इति एव रूपेण प्रयोगः नास्ति चेत् किमर्थं तुदादिगणे स्थापितः? अतः आयप्रत्ययस्य यदा आयप्रत्ययस्य विधानं भवति तत्पश्चात् अपि धातुः तुदादिगणीयधातुः इति मत्वा तत्र श्वप्रत्ययः भवति. नो चेत् तत्र किमर्थं स्थापितं तुदादिगणे? रूपणार्थम्. आयप्रत्ययः इत्यस्य आगमनानन्तरमपि भवति. ओके, धन्यवादः भगिनि. अस्तु, तर्हि इदानीम् अग्रे विजया भगिनी पठतु. भगिनी मम नाम उक्तमासीत्, सो भवत्याः नाम उक्तं. मध्ये प्रश्नः अस्ति चेत् मम विस्मरणं भवति भगिनि, क्षम्यता. अस्तु, इदानीं विजया भगिनी पठित्वा अनन्तरं पठतु भवती, यतोहि तस्याः अवकाशः न लब्धः अद्य. अस्तु अस्तु अस्तु, क्षम्यता. अत्र आयप्रत्ययः भवति स्वार्थे इत्युक्तं स्पष्टीकरणार्थं, यथा निच् प्रत्ययः चुरादिगणे इमौ प्रत्ययौ धातोः स्वस्य अर्थपोषणं करोति, न अन्यत् किमपि. नाम अनयोः प्रत्ययोः संयोजनेन धातोः अर्थः न परिवर्तते, केवलं रूपस्य साधनार्थम् अयम् आयः प्रत्ययः उपयुज्यते पाणिनिना. धातुः अस्ति विच्छ, विच् रूपमस्ति विच्छायति, तस्य साधनार्थम् आयप्रत्ययः अपेक्षितः. इदानीं भवत्या उक्तं तत्र अर्थपोषणार्थम् एव तत्र आयप्रत्ययम् इति प्रयोजनम् अत्र अस्ति इति, स्वार्थे भवति इति. स्पष्टीकरणार्थम् एव तत्र निच् प्रत्ययः भवति इति. अनन्तरं केवलं रूपस्य स्पष्टीकरणार्थमेव निच् प्रत्ययः इति नास्ति. यथा तत्र चुरादिगणे निच् प्रत्ययः भवति केवलं रूपसाधनार्थम् अपि च अर्थपोषणार्थं, चुरादिगणे निष्कृत्यः नित्यरूपेण भवति खलु? आम् इदानीमेव उक्तं भवति. चुरादिगणे यदा वयं रूपं साधयितुम् इच्छामः तदानीं तत्र निष्कृत्यः नित्यरूपेण भवति एव. तर्हि निष्प्रत्ययस्य कः अर्थः इति चेत् अर्थः नास्ति. धातोः यः अर्थः स एव अर्थः निष्प्रत्ययस्य योजनानन्तरमपि भवति. एवमेव अत्र आयप्रत्ययस्य योजनानन्तरमपि स एव अर्थः भवति, नूतनः अर्थः नास्ति. धातोः यः मूलार्थः स एव अर्थः. तर्हि किमर्थं वैकल्पिकः अत्र नास्ति? अत्र तु किमर्थं योजितम् इति चेत् केवलं रूपसाधनार्थमेव. आम् महोदय. इच्छायति इति रूपं साधयितुम् आयप्रत्ययः अपेक्षितः. अपेक्षितम् आकाङ्क्षा अत्र अस्ति. धन्यवादः. अस्तु तर्हि इदानीम् अग्रिम अन्तिमवाक्यमपि पठतु भगिनि, विजया भगिनि. अस्मिन् सूत्रे अवशिष्टाः धातवः भ्वादिगणे भ्वादिगणस्य पाठे तेषां विवरणं गोपायति, धूपायति, पनायति, पनायति इति भवति. इति एतत् अस्माभिः पूर्वं पठितमासीत्. आमां तस्मिन् गणे अपि निश्चरूपेण. समीचीनम्. इदानीं तत्र लक्ष्मीभगिनी पठतु. आं भगिनि पठामि. विकर्णप्रत्ययविकल्पः एकः धातुः वा भ्राश् भ्लाश् भ्रमु क्रमु क्लमु भ्राश वा भ्राश भ्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः भ्राश भ्लाश भ्रमु चलने क्रम क्लम त्रस् त्रुट् लश् इति एतेभ्यः षन् विकल्पेन भवति कर्तृत्तके प्रत्यये परे. भ्राशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च लुटिश्च लश् च तेषां समाहारद्वन्द्वः भ्राश भ्लाश भ्रमुक्लमु क्रमु क्लमु त्रसि त्रुटिलशः. तस्मात् भ्राश भ्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः वा अव्ययपदम्. भ्राश भ्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः पञ्चम्यन्तम्. द्विपदमिदं सूत्रं दिवादिभ्यः श्यन् इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः, कर्तृशप् इत्यस्मात् कर्तृ इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातोरेकाचोहलादे क्रियासमधिकारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं भ्राश भ्राश भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः धातुभ्यः, ष्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके. एतत् वा भ्राश भ्राश भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः इति सूत्रं वदति एतेभ्यः धातुभ्यः भ्राश भ्राश भ्रमु क्रम क्लम त्रस् त्रुट् लश् एतेभ्यः धातुभ्यः विकल्पेन षण् प्रत्ययः भवति, तदपि कर्त्रार्थके प्रत्यये परे अस्ति चेत् इति उक्तम्. अत्र अस्माकं तुदादिगणे केवलं त्रुट् इति धातुः अस्मिन् गणे अस्ति. त्रुट् इति धातोः षण् प्रत्ययः विकल्पेन भवति इति अस्य सूत्रस्य अर्थः भवति. तदपि कर्तृत्वे सार्वधातुके परे यत्र सार्वधातुकप्रत्ययः परे अस्ति सः च कर्तृत्वकः अस्ति तस्मिन् सन्दर्भे षण् प्रत्ययः विकल्पेन भवति इति अत्र उक्तम्. भगिनि समीचीनं श्रूयते वा? श्रूयते भगिनि. अत्र धातुगणे अन्ये कोप् अन्ये सर्वे अत्र षण् प्रत्यय इत्यनेन द्विवादिगणीय धातवः खलु महोदय? न, एते मूलदातवः कुत्र सन्ति इति चेत् अत्र अस्मिन् गणे त्रुट् इति एकः एव धातुः, अन्ये दातवः अन्ये गणे सन्ति, प्रायः भुवादिगणे सन्ति अथवा दिवादिगणे न, यतोहि अत्र षण् विधानम् अस्ति खलु. यदि धातुः यदि एते धातवः सर्वे दिवादिगणे एव आसन् तर्हि शेन्विधानस्य विशिष्टसूत्रस्य आवश्यकता नास्ति खलु. शेन्विधानं तु तत्र भवति एव. अतः अत्र दिवादिगणे धातवः न सन्ति. अत्र एकः प्रश्नः, हा दिवादिगणे इति उक्तं खलु, अत्र अत्र उक्तम् अग्रे एव उक्तम् अस्मिन् सूत्रे. अत्र मम एकः प्रश्नः अस्ति भवतां कृते. ब्राश ब्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि इति एतेषां समाहारद्वन्द्वः इति उक्तम्. एतत् समीचीनं वा इति चिन्तयन्तु गृहपाठरूपेण. समाहारद्वन्द्वः इति उक्तम्, इतः पूर्वं सर्वत्र इतरेतरद्वन्द्वः इति उक्तमासीत्. अत्र किमर्थं समाहारद्वन्द्वः, समाहारद्वन्द्वस्य आवश्यकता किमर्थम्, अपि च अत्र समाहारद्वन्द्वः उचितः वा इति चिन्तयन्तु गृहपाठरूपेण. समाहारद्वन्द्वे नपुंसकलिङ्गे एव भवति खलु महोदय? आम्, नपुंसकलिङ्गे एव भवति. मनः तद्वत् भवितुमर्हति लशस् इति. लश् न समाहारद्वन्द्वः न, तत्र समाहारद्वन्द्वः इत्युक्ते तत्र नपुंसकलिङ्गे भवति इति एकः नियमः. अन्यः नियमः कः? एकवचने भवेत् खलु. अत्र किम् अस्ति? एकवचने एव अस्ति खलु. एकवचने एव अस्ति वा? ब्राश् ब्लाश् भ्रमु क्रमु त्रसि त्रुटि बहुवचने अस्ति. त्रसि त्रुटि लशः इति बहुवचने अस्ति खलु. बहुवचने अस्ति. बहुवचने अस्ति चेत् कथं तत्र समाहारद्वन्द्वः इति प्रश्नः भवति खलु. लशः लशौ लशाः इति न भवितुमर्हति वा? न, लशः न, लश् इति तत्र हलन्तशब्दः खलु. मनस् तत्र मनः इति, परन्तु सकारस्य लोपः भवति. आम्, सत्यं. तत्र लश् इति अन्ते प्रातिपदिकम्. अस्तु, तत्र चिन्तयन्तु भगिनी. इदानीं तत्र भ्वादिगणे सुदादिगणे एव अस्ति चेत् द्वन्द्वः भवति. किं भवति भ्वादिगणे द्विवादिगणे अस्ति चेत्? अन्यसमूहः भ्वादिगणे अस्ति, एकमेव सुदादिगणे अस्ति, तदा तत्कारणेन समाहारद्वन्द्वः अस्ति. इत्युक्ते समूहद्वयम् अस्ति इति कृत्वा समाहारद्वन्द्व इति उक्तं वा? आम्, सम्यक्. परन्तु किमर्थं बहुवचने अस्ति इति प्रश्नः. बहुवचने तत्र बहुवचनप्रयोगः उचितः वा? अपि च तत्र यथा भवती वदति तत्र समूहद्वयं वर्तते इति कृत्वा, तत्र तुदादिगणे तु एकः एव धातुः, परन्तु तुदादिगणीयसमूहः द्वादिगणीयसमूहः इति कृत्वा समूहः अस्ति इति कृत्वा द्वन्द्व समाहारद्वन्द्वः इति तादृशचिन्तनं भवितुमर्हति. परन्तु किञ्चित् चिन्तयन्तु अस्मिन् विषये. इदानीम् अन्तिमवाक्यत्रयं यदस्ति पठित्वा अत्र समापयामः. तत्र अरुणभगिनी पठति वा? आं भगिनि, श्रूयते वा? पठतु, श्रूयते. तुदादौ त्रुट् धातु, त्रुट् धातु शप् प्रत्यये त्रुटति विकल्पेन षण् प्रत्यये तृणाति तृप्यति. ओ, तृप्यति तृप्यति. किमर्थमिति तद् तदेव पठितवन्तः. तुदादौ द्वाद्राश् प्लाश् क्रमु क्रमु क्लमु त्रुट् त्रुट् त्रुट् लश् त्रिश् तृषि त्रुटि लशः इति सूत्रेण विकल्पेन षण् प्रत्यय आगच्छति. धातुगणीय, परन्तु षण् प्रत्यय आगच्छति. तत्ततः रूपद्वयम् अस्ति, त्रुटति तृच्यति इति रूपम्. अस्मिन् सूत्रे त्रुट् धातुः तुदादिगणे अवशिष्टाः सर्वे धातवादिगणे सन्ति, न कोऽपि धातुः दिवादिगणे। इत्थं च विशेषसूत्रेण षन् इति विकल्पप्रत्ययः गृहीतः, षन् अभावे शप् इति सामान्यं भवादौ, श इति सामान्यं ददादौ। ओके, तदेव अहम् उक्तवती सूत्रे धातव तृक्तादिविहाय सर्वे धातवः भुवादिगणे सन्ति, अतः दिवादिगणे नास्ति, अतः विकल्पेन षण् प्रत्यय आगच्छति। षण् प्रत्यय पक्षे केवलं शप् इति सामान्यं, तदनन्तरं द्विवादिभ्यः श इति सूत्रेण श प्रत्यय आगच्छति। भगिनी अत्र तु पञ्चम्यन्तमस्ति, किमर्थं बहुवचनम् इति वदति? पञ्चम्यन्तमस्ति वा? पञ्चम्यन्तमस्ति, सत्यं सत्यं, त्रुटिलशः इति पञ्चम्यन्तं, पञ्चम्यन्तं भवतु, तत्र लशः इति एकवचने अस्ति खलु। सत्यं, समीचीनं, धन्यवादः। तत्र त्रुटिलशः इति एकवचने अस्ति, वस्तुतः एकवचने एव अस्ति, पञ्चम्यन्तं पदम् एकवचने, यथा भवतः इति तथा लशः इति एकवचने उक्तं, सम्यक्। तर्हि समाहारद्वन्द्वः इति उचितः, इति उचितः एकवचने अस्ति, नपुंसकलिङ्गे एकवचने अस्ति, अपि च तत्र समूहद्वयं वर्तते इति कृत्वा समाहारद्वन्द्वः कृतः इति अपि समीचीनं, सम्यक्। अतः गृहपाठं नास्ति एव, as if like everybody does the grihapatha and comes. Ashtu antima vakyam patita samapayitu bhagini satra sruti srut dhatu tu ekameva asti samuha nasti na anye tu samuha tudadi ganiya dhatu तुदादिगणीयधातुः इति कृत्वा तुदादिगणे भवादिगणे इति गणः गणः स्वीकृतः अस्ति, अस्तु, गणः स्वीकृतः। अपि च तत्र अत्र एकवचने तु अस्ति, एकवचने तु अस्ति, समीचीनं, परन्तु किमर्थं समाहारद्वन्द्वः इति प्रश्नः तु इदानीमपि उचितः एव खलु। किमर्थम् इति चेत् तत्र बहुवचने नास्ति रूपम्, इतरेतरद्वन्द्वः भवति चेत् बहुवचने भवति भवति स्म, तत्तु अस्ति भगिनि, एकवचने अस्ति, सम्यक्, अतः समाहारद्वन्द्वः सम्यक्, परन्तु अन्यत्र इतरेतरद्वन्द्वः कृतः पाण्डेन, किमर्थम् अस्मिन् सूत्रे केवलं समाहारद्वन्द्वः कृतः इति प्रश्नः। ओ एवं, अपि च समाहारद्वन्द्व किं वदतु भगिनि, क्षम्यतां वदतु न न वदतु तत्र अन्ते शकारः अस्ति तस्मात् कारणात् वा शकारः अन्ते अस्ति इति कृत्वा द्वन्द्वाच्युतशहान्तात् समाहारे इत्यस्मिन् तत्र टच् प्रत्ययविधानं भवति, यदि शकारान्तः अन्ते अस्ति चेत् तत्र समाहार तु टच् इति किमपि नास्ति खलु, कुत्र अस्ति टच्? अत्र केवलं प्रातिपदिकं ब्राश् ब्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटि लश् इति प्रातिपदिकं, तस्मात् लश् इति अस्ति, तत् पञ्चम्यन्तं पदं, पञ्चम्यन्तं पदम् अस् लशः। भगिनी पदान्ते यदि शकारः वर्तते यदा शश् झटिति झलां जशन्ते इति जष्टं न भवति वा? पदसंज्ञा नास्ति खलु, कुत्र अस्ति पदसंज्ञा? प्रत्ययस्य योजनानन्तरं पदसंज्ञा भवति खलु, लश् इति प्रातिपदिकं, तत्र लश् इति अन्ते अस्ति खलु, लश् इति तत्र पदं नास्ति, प्रातिपदिकम् अस्ति खलु। अन्यत् किमपि शकारान्तः धातु अस्ति चेत् वदतु। पिश् पिश् पिश् पिश् इति धातुः अस्ति खलु, रुदादिगण्यधातुः, पिनश् ओ नकारः मध्ये आयाति, पिनश् पिनश्योगः ति पिनष्टि तत्र लङ्लकारे पिनश्योगः त इति अस्ति खलु पिनश् तत्र अपिनड् इति भवति तत्र जष्ट्वं भवति यथा भवती वदति अपिनड् अपिनट् तत्र जष्ट्वं भवति इश् इत्यस्य रूपं किं धातु किम् इष्यति इच्छति इश् इति एव इश् एव धातुः इश् एव धातुः इषुगम्यमां च केनेषितं केनेषितं पतति प्रेक्षितं मनः तत्रापि इषितम् अस्ति तत्र महोदय सर्वम् उपनिषत्तः अस्ति अस्तु समीचीनं तर्हि इदानीं तुदादिगणे समग्रतिङ्सम्बन्धसारधातुकप्रकरणचिन्तनं समाप्तम् परन्तु षट्सु गणेषु किमपि मनसि नास्ति न तत्र न तत्र मनसि किमपि नास्ति इति न वदतु भगिनि यतोहि अत्र भूधातुम् इदानीं भूधातोः प्रक्रिया वदतु इति वदामि चेत् प्रक्रियां वदतु इति वदामि चेत् भवती वक्तुं शक्नोति क्लेशः न परन्तु स्पेशल् ये धातवः सन्ति तेषां तु मनसि विशेषधातवः एकः अपि न जानामि इत्युक्ते तत्र किं करणीयम् इति चेत् झटिति दशनिमेषेषु अभ्यासः कथं करणीयः इति चेत् तत्र मातुः पुस्तकं स्वीकृत्य हा तत्तु विशेषधातवः इति सन्ति खलु तत्र एकवारं पश्यामः चेत् तत् मनसि आयाति तावदेव परन्तु उपयोगः कथं करणीयम् इति तु बहु क्लेशाय आसीत् वाक्यानि रचयितुम् अस्माकं भाषा तु बहु न्यूना अस्ति भगिनि एतेषां धातूनां प्रयोगः कुत्रापि न कुर्मः अतः एव वर्गे एव किञ्चित् अभ्यासं कुर्मः अग्रे गत्वा तत्र धातून् स्वीकृत्य एवं रीत्या किञ्चित् अभ्यासं कुर्मः चेत् किमपि मनसि आयाति अस्तु वाक्यरूपेण कुर्मः चेत् प्रायः मनसि तिष्ठति समीचीनं भगिनि अग्रिमसप्ताहे कः पाठः भवेत् अग्रिमसप्ताहे वर्गः अग्रिमसप्ताहे वर्गः नास्ति अग्रिमसप्ताहे अपि च अग्रिमसप्ताहद्वयं वर्गः नास्ति तत्पश्चात् एव वर्गः न न सर्वदा तत्र डिसेम्बर् मासे किञ्चित् विरामं स्वीकुर्मः खलु गृहपाठं वा गृहपाठं गृहपाठः कः इति चेत् तत्र भुवादिगणे एतावता भुवादिगणे दिवादिगणः चिरादिगणः तुदादिगणः इति दृष्टः खलु एते गणाः दृष्टाः तर्हि प्रत्येकस्मिन् गणे विशेषदातवः के तेषां कृते सूत्राणि कानि अनि अपि च तत्र वाक्यानि रचयन्तु एकवारं करपत्रं प्रेषयतु भगिनि करपत्रं तत्र मेहुल् महोदयस्य ड्रैव् मध्ये अस्ति खलु मया प्रेषितं मेहुल् महोदयस्य ड्रैव् मया पूर्वं तत्र वेनस्डे वर्गाणां कृते प्रेषितम् अद्य पुनः प्रेषयामि अत्र पृष्ठसङ्ख्या 94 ब्राश ब्लाश एतत् सर्वम् अत्रैव अस्ति 94 पेज् मे मातुः इत्युक्ते तत्र बहूनि सूत्राणि सन्ति चेत् तत्र भवन्तः अग्रिमसप्ताहे मिलित्वा स्प्लिट् कर्तुं शक्नुवन्ति एकवारं मिलित्वा तत्र अरविन्द् महोदय तत्र आर्गनैस् कर्तुं शक्नोति एकवारं मिलित्वा तत्र प्रत्येकस्मिन् गणे कानि सूत्राणि सन्ति तत्र विभागं कुर्वन्तु एक्सेल् रूपेण अहं पञ्च करोमि अन्य पञ्च करोतु इति एवं रूपेण स्प्लिट् कृत्वा गृहपाठरूपेण कर्तुं शक्नुवन्ति अत्र समासवर्गस्य गृहपाठमपि बृहत् अस्ति महोदय प्रतिविधानविषये अनन्तरं षष्ठी समासः अत्र भवति बृहत् किमपि नास्ति भगिनि अत्र सप्ताहद्वयम् अस्ति फिफ्टि प्रयासं कुर्वन्तु तावदेव फिफ्टितः सेवेण्टि पर्यन्तम् अत्र समासः भवति वा न भवति वा इति अनन्तरम् अत्र प्रतिपदविधान अत्र निषेधकसूत्रं नैन् अस्ति सो ए 52 73 23 सूत्राणि सन्ति अनन्तरं 9 सूत्राणि अत्र अस्ति नवसूत्राणि किमपि नास्ति भगिनि अर्थः तत्र झटिति अवगन्तुं शक्नुमः प्रयासं कुर्वन्तु क्लेशः नास्ति अस्तु महोदय नो गेन् वितौट् पेन् अतः आमां प्रयासं कुर्वन्तु सिद्ध्यमेन एव परिश्रमेण विना ज्ञानं न भगिनी उक्तवती तर्हि अत्र स्थगयामः समयः अतीतः एकः आवर्षं समयः अस्ति खलु किम् अग्रिम वन् फुल् इयर् समयः अस्ति इदानीम् अग्रिमे वर्षे एव पृच्छति खलु भवती आम् सत्यम् एवं चिन्तयतु गुरुवासरे वर्गः अस्ति वा महोदय अस्ति अस्ति धन्यवादः महोदय धन्यवादः नमस्कारः धन्यवादः धन्यवादः